अग्रे शौनकः वदति श्रेयसां यद्भवेच्छ्रेयः पावनानां च पावनम् कृष्णप्राप्तिकरं शश्वत् साधनं तद्वदाधुना श्रेयसां यत् भवेच्छ्रेयः नाम श्रेयस्तमम् तथा पावनानां यत् भवेत् पावनं नाम पावनतमं कृष्णप्राप्तिकरम् अधुनावद साधनम् अधुनावद शश्वत् कृष्णप्राप्तिकरं नाम शीघ्रं कृष्णप्राप्तिकरं साधनम् अधुनावद इति पृच्छति सप्तमे श्लोके।